पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 24 शौनक उवाच पितुषाम्बरतत्त्वज्ञ कथयस्व महामदे इदानीं मम दानानां माहात्म्यं क्रमदो मुने सूद उवाच क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मदं येन कृतं वै तद्दानं सर्वदानफलं मदं क्षितिं ससस्यां यो दद्यात् ब्राह्मणाय द्विजोत्तम विष्णुलोके सुखं भुङ्क्ते यावदिन्द्राश्चतुर्दश पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहं गोचर्ममात्रां भूमिं ह्यः प्रयच्छति द्विजादये स गच्छति हरेर्गेहं सर्वपापविवर्जितः शतं गावो वृषश्चैको यत्र तिष्ठन्त्ययन्त्रिताः गोचर्म मात्रां तां भूमिं प्रवदन्ति महर्षयः भूमिनेदा भूमिदादा द्वौ चापि स्वर्गगामिनौ ग्राह्या भूमिर्द्विजैः प्राज्ञै त्यक्त्वा दानशतान्यपि अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः प्रतिजन्मन्यसौ विप्रो भवेच्चात्यन्तदुःखभाक् अन्यतो यः समासाद्य दद्याद्भूमिं द्विजादये तस्मै विप्रजगन्नाथो ददाति परमं पदम् स्वदत्तां परदत्तां च मेदिनीं यो हरेद्विज युक्तकोटिकुलैर्यादिनरकं चादिदारुणम् हरेद्यो वै महीं विप्रदेवब्राह्मणयोरपि न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने भूमिं यो परदत्तां च रक्षदिक्ष्मापदिर्द्विज पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजादये ददादिवृषभं यस्तु दरिद्राय कुटुम्बिने सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति हरेर्निकेतनं व्याधि युक्तकोटिकुलैरपि यो दद्याद्रजतं विप्र साधवे भूसुराय वै प्राप्नोति चन्द्रलोकं च पिबे तत्रामृतं सदा प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा यो ददादिद्विजश्रेष्ठस्वर्गलोकं स गच्छति तुला पुरुषदानेन यत्पुण्यं लभते जनः शालग्राम शिलां दत्त्वा तस्मात् कोटिगुणं लभेद सप्तद्वीपां क्षिदिं दत्त्वा सशैलवनकाननां यत्पुण्यं लभते तद्वै शालग्राम शिलाप्रदः शालग्रामशिलां यो वै दद्याद्भूमि सुराय च तेन विप्रदत्तानि भुवनानि चतुर्दश तुलापुरुषदानं ह्यः करोति द्विजपुङ्गव जनन्याश्चोदरे तस्य पुनर्जन्मन विद्यते सालङ्कारां द्विजश्रेष्ठकन्यां यच्छति यो नरः स गच्छेत् ब्रह्मसदनं पुनर्जन्मन विद्यते कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः उपानहौ वादपत्रं यो ददादिद्विजादये प्रेत्य चेन्द्रपुरं गत्वा वसेत् कल्पचतुष्टयम् वस्त्रं यच्च दियो दिव्यं साधवे वैद्विजायते स्वर्गे दिव्याम्बरधरच्चिरं तिष्ठे द्विजोत्तम धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज नूत्नां रजोवदीं कन्यां स गच्छेन्निरयं तथा कन्या विक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः दृष्ट्वा चाज्ञानदो वापि कुर्यान्मार्तण्डदर्शनं फलदादा नरो गच्छेत्रिदिवं च द्विजोत्तम भुङ्क्ते कल्पसहस्राणि फलं तत्रामृदोपमं शागं यत् छदि यो मर्त्यो शिवस्य भवनं द्विज व्याधिकल्पद्वयं भुङ्े दुर्लभं पायसं सुरैः कृदो दधि दयश्चैव तक्रदो दुग्धदस्तद्धा विष्णोर्निकेतनं गत्वा सुधापानं करोति सः गन्धः पुष्पदश्चैव मर्त्यो यादिसुरालयं तिष्ठेद्युगसहस्राणि गन्धपुष्पविभूषितः शय्यादानं दानसारं ब्राह्मणाय ददाति यः सयादिब्रह्मसदनं पर्यङ्गे शेरदे चिरं पीठदादा दीपदादा सर्वदुष्कृतवर्जितः स्वर्गे सिंहासने तिष्ठे ज्वलदीपावली वृतः ताम्बूलं यो नरो दद्याद्भूमिं भुङ्क्तेऽखिलां सुखं स्वर्गे देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमति वै विद्यादानं दानवरं करोति यो नरोत्तमः प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयं प्राप्य ज्ञानं ततस्तत्र दुर्लभं वै द्विजर्षभ दुर्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः श्रीहरेर्भवनं यादि पुनर्जन्मविवर्जितः यो नरः पुस्तकं दद्यात् भक्तिश्रद्धासमन्वितः प्रतिवर्णं लभेत् पुण्यं कपिला कोडिदानजम् मधुदो गुडदश्चैव मर्त्यो यादीक्षु सागरं लवणप्रदो नरो यादिवारुणं लोकमेव च सर्वेषामेव दानानामन्नं वारिद्विजोत्तम तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्तितम् अन्नं वारिद्विजश्रेष्ठयेन दत्तं महीतले तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ अन्नदो यो नरो विप्रप्राणदश्च प्रकीर्तितः तस्मात् समस्तदानानामन्नदो लभते फलम् यथा चान्नं तथा वारिद्वे तुल्ये च प्रकीर्तिते वारिणा च विना चान्नं सिद्धं न स्याद्विजोत्तम क्षुधातृषा द्विजव्याक्रद्वे च तुल्ये प्रकीर्तिते अधश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि अन्नदानं क्षिदौ ब्रह्मण्ये कुर्वन्ति नरोत्तमाः सर्वपापविनिर्मुक्ता गच्छन्ति हरिमन्दिरम् यावं त्यन्नानि भो विप्र यच्छति क्षितिमण्डले ब्रह्महत्याश्च तावन्द्यो नश्यन्त्येव तपोधन यच्छदां चान्नदानानि शरीराणि च पादकं गात्राणि गृह्णदां त्यक्त्वा सहसा यान्ति शौनक अध पापिष्टचान्नानि न गृह्णन्ति मनीषिणः गृह्णन्ति मोहाद्ये मूढा भवन्ति पापभागिनः कुर्याद्भूमिष्ठमुदगं चैकम्भो द्विजसत्तम सर्वपापैर्विनिर्मुक्तो व्रजेत् स हरिमन्दिरं प्रयत्नेन द्विजश्रेष्ठ कर्तव्यो धनसञ्चयः सञ्चितं च धनं ब्रह्मन् दानकर्मणि विक्षिपेद ऋणन्ति ये च कर्पण्याद्धनं ते चादिदुःखिनः अन्ते सर्वधनं त्यक्त्वा निःस्वागच्छन्ति भो मुने मानवाये सदा दानं दत्त्वा दद्वा दरिद्रति दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः परलोके द्विजव्याघ्र साधुसंयमवर्जिते निर्दये बन्धुहीने च न दत्तं नोपतिष्ठते स्थिते धने नरो यो वै नाश्नादिन ददाति सः दरिद्र इव विज्ञेयप्रेत्य निःश्वासमुत्सृजेद तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः अदो यत्नाद्विजश्रेष्ठ दानकर्म समाचरेत् दादानं न दद्याद्वै समुत्सृज्य द्विजातये सयादिनिरयं घोरं सर्वजन्तुभयावहम् दानं दादा प्रतिग्राही न स्मरेच्च न याचते निरये चोभयोर्वासो यावच्चन्द्रदिवाकरौ ब्रह्महत्यादिपापानि यानि वै द्विजसत्तम तानि दानेन हन्यन्ते तस्माद्दानं समाचरेद इति श्रीपाद्मे महापुराणे ब्रह्मकण्डे सूत शौनक संवादे चतुर्विंशतितमोऽध्यायः ॐ